गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अस्तु तर्हि उदाहरणपरिशीलनम् इत्यत्र स्मः तत्र गते वर्गे केचन प्रश्नाः आगताः तस्मिन् विषये अत्र मणिद्राविड शास्त्रिपादैः सह किञ्चित् चर्चा जाता ह्यः किञ्चिदिव वदामि तत्र किं जातं बहिः किमपि अस्माभिः अत्र चिन्तितं प्रथममासीत् तत्र वायुः स्पर्शवान् घटः रूपवान् इति यद् समूह आलम्बनज्ञानस्य सप्रकारकज्ञानस्य उदाहरणं दत्तं पुस्तके तत् प्रत्यक्षेन भवति वा इति चेत् न भवति इति अस्माभिः निश्चितं तर्हि कथं वा पुस्तके दत्तम् इति चेत् तत्र प्रायः तादृशज्ञानं स्मरणात्मकं भवति इति स्वीकर्तव्यं नो चेत् शाब्दबोधेन समूह आलम्बनज्ञानं भवति चेत् नो चेत् अनुमानेन समूहालज्ञानं भवति चेत् तत्र भवितुमर्हति किन्तु वायुः स्पर्शवान् घटः रूपवान् इति ज्ञानं समूह आलम्बनज्ञानं यस्मिन् विशेष्यद्वयं वर्तते वायुः अपि च घटः अपि च प्रकारद्वयं वर्तते स्पर्शवान् अपि च रूपवान् इति तत्र स्पर्शः स्वगिन्द्रियेण गृह्यते रूपं तु चक्षुरिन्द्रियेण गृह्यते इति कृत्वा नमस्कारः एकस्मिन् ज्ञाने इन्द्रियद्वयेन गृहीतं गृहीताः विषयाः भवन्ति वा इति चेत् न भवत्येव तद् निश्चयेन तेन उक्तं किमर्थम् इत्युक्ते मनसः परिमाणम् अनुपरिमाणम् इति स्वीकृतम् परममहत् परिमाणमस्ति मनसः परिमाणं तर्हि परममहत् परिमाणवन्तः परिमाण किमपि न श्रूयते खलु ध्वनिः भग्नः अभवत् इति मन्ये हरिः ओम् श्रूयते किं श्रूयते महोदय अस्तु अस्तु समीचीनं न जाने किमभवत् इति अस्तु तर्हि वायुः स्पर्शवान् घटः रूपवान् इत्यत्र एकेन इन्द्रियेण वायुः स्पर्शवान् त्वगिन्द्रियेण वायुः स्पर्शवान् चक्षुरिन्द्रियेण घटः रूपवान् इति ज्ञानं प्राप्तुं शक्यते किन्तु एकस्मिन् क्षणे ज्ञानद्वयमपि प्रत्यक्षेन न प्राप्तुं शक्यते इत्यतः एतादृश आकारकसमूह आलम्बनज्ञानं यदा कदापि न भवति इति स्पष्टीकृतम् अस्तु तदनन्तरं हेतुः साध्यम् उभयमपि एकेन प्रमाणेन गृहीतं चेत् एव तयोः सामानादिकरण्यं गृहीतुं शक्यते तदा व्याप्तिः गृहीता भवति इति अस्तु तर्हि तत्र व्याप्तिग्रहणं केन इन्द्रियेण भवति केन प्रमाणेन भवति इति अस्माभिः चिन्तितं तत्र हेतुः एकेन इन्द्रियेण गृह्यते, साध्यमपि अन्य इन्द्रियेण, नो चेत् तेनैव इन्द्रियेण गृह्यते। तयोः मध्ये यदा सामानाधिकरण्यं गृहीतं भवति तदा एव व्याप्तिग्रहणं भवति इति अस्माभिः अधीतं गते वर्गे। तत्र मम प्रश्नः आसीत् एकेन इन्द्रियेण एव येन इन्द्रियेण हेतु गृह्यते तेनैव इन्द्रियेण साध्यमपि गृहीतं चेत् एव तयोः मध्ये तेनैव इन्द्रियेण सामानाधिकरण्यमपि गृह्यते इति नियमेन वक्तुं शक्यते वा इति मया पृष्टम्। तत्र तेन किम् उक्तम्, अधिकाधिकं तादृशं भवति किन्तु नियमेन वक्तव्यम् इति नास्ति इति उक्तम्। कथम् इति चेत्, अस्तु इदानीं पश्यतु रुचिकर चिन्तनम् एतत्, पृथिवी गन्धवती इति उक्तं, तर्हि मेहुल् महोदय मया सह किञ्चित् सम्भाषणं करोतु। पृथिवी गन्धवती, नो चेत् गन्धवत् पृथि, गन्धवत् पृथिवी इति अस्ति खलु, तत्र गन्धः केन इन्द्रियेण गृह्यते? घ्राणेन्द्रियेण। घ्राणेन्द्रियेण गृह्यते, घ्राणेन्द्रियेण गन्धः इति गुणः गृह्यते, किन्तु तस्य आधारीभूतद्रव्यं गृहीतुं शक्यते किं घ्राणेन्द्रियेण? न, न गृहीतुं शक्यते, न शक्यते खलु, सत्यं। तर्हि यस्मिन् क्षणे गन्धः गृहीतः भवति तस्मिन् क्षणे घ्राणेन्द्रियेण तस्य आधारीभूतपृथिव्याः ग्रहणं न कर्तुं शक्यते इति कृत्वा गन्धवती पृथिवी इति ज्ञानं कथं जायते इति प्रश्नः खलु। आम् आम्। इत अत्र घटः रूपवान् इत्यत्र रूपं चक्षुषा गृहीतुं शक्यते, अपि च तस्य आधारीभूतघटमपि चक्षुषा गृहीतुं शक्यते इति कृत्वा घटः रूपवान् इति ज्ञानं चक्षुरिन्द्रियेण भवितुमर्हति, किन्तु पृथिवी गन्धवती इति ज्ञानं पृथिव्याः ग्रहणं तु प्रायेण तत्र चक्षुरिन्द्रियेण वा, रूपवती पृथिवी इति कृत्वा चक्षुरिन्द्रियेण वा, स्पर्शवती पृथिवी इति कृत्वा च त्वगिन्द्रियेण वा भवितुमर्हति, किन्तु गन्धवती पृथिवी इति ज्ञानं केन प्रमाणेन भवति इति चेत् घ्राणेन्द्रियेण भवति इति न वक्तुं शक्यते। सत्यं, गन्धः केवलं गन्धः एव, गन्धः गन्धत्वम् इति जातिः, द्वयमेव घ्राणेन्द्रियेण गृहीतुं शक्यते, पृथिव्याः ग्रहणं घ्राणेन्द्रियेण न भवति इति कृत्वा गन्धवती पृथिवी इति ज्ञानं घ्राणेन्द्रियेण भवति इति न वक्तुं शक्यते। तर्हि तत्र किम् इति चेत्, तत्र ज्ञानलक्षणप्रत्यासक्तिः इति कश्चन सिद्धान्तः अस्ति, ज्ञानलक्षणप्रत्यासक्तिः इति कश्चन सिद्धान्तः नैयायिकैः अङ्गीकृतम्। एतदर्थं तत् किम् इति चेत्, पूर्वक्षणं तत्र सुरभिचन्दनम् इति उदाहरणं ते दास्यन्ति, ददन्ति, ददति, क्षम्यतां, सुरभिचन्दनम् अत्र किञ्चित् दूरे कोऽपि चन्दनं नयति इति वहति इति चिन्तयतु, तर्हि प्रथमं ततः सुरभि आगच्छति, सुरभिगन्धः आगच्छति, तत् घ्राणेन्द्रियेण गृह्यते, तदनन्तरं तत्र चन्दनं, तत् चन्दनखण्डम् इति चक्षुषा गृह्यते, तर्हि सुरभिचन्दनम् इति यद्वदामः तत्र सुरभित्वं घ्राणेन्द्रियेण गृह्यते, किन्तु चन्दनम् इति चक्षुरिन्द्रियेण गृह्यते, तर्हि सुरभिचन्दनम् इति ज्ञानं कथं भवति? किन्तु ज्ञानं भवत्येव, तत्र प्रक्रिया वक्तव्या एव, अनुभवः अस्ति, किन्तु मनः परमाणुपरिमाणमस्ति इति कृत्वा एकस्मिन् क्षणे एकेनैव इन्द्रियेण तस्य संयोगः भवितुमर्हति इति कृत्वा सुरभिचन्दनमिति ज्ञानं कथं भवितुमर्हति इति चेत् ते नैयायिकाः किं वदन्ति, ज्ञानलक्षणा प्रत्यासक्तिः इति प्रक्रियया भवति. तर्हि ज्ञानलक्षणा प्रत्यासक्तिः इत्युक्ते किम् इति चेत् एकस्मिन् क्षणे, अस्तु अत्र सुरभित्वं प्रथमक्षणे ग्राणेन्द्रियेण गृह्यते चेत् द्वितीयक्षणे चन्दनखण्डं चक्षुरिन्द्रियेण गृह्यते चेत् तस्मिन् क्षणे अपि पूर्वक्षणज्ञानं ज्ञानलक्षणा प्रत्यासत्या अस्ति एव इति नैयायिकाः वदन्ति. तर्हि मिलित्वा क्षणद्वयं मिलित्वा ते सुरभिचन्दनम् इति ज्ञानं प्राप्तुं शक्नुमः इति ते वदन्ति. अत्र प्रत्यक्षं लौकिकं वा अलौकिकं वा इति चेत् अलौकिकम् इत्युक्ते प्रत्यक्षं तु इदानीं एकस्मिन् क्षणे एव भवति, किन्तु पूर्वक्षणे यद् गृहीतं तत् अस्मिन् क्षणे अपि भासते. कथम् इति चेत् अलौकिकेन भाषते, अलौकिकविषयता सुरभित्वे अस्ति तेन अलौकिकविषयता. अलौकिकविषयता इत्युक्ते यत् लौकिकं नास्ति इति, तादृशं तत्र भासते इत्यनेन तत्र सुरभिचन्दनम् इति यथा ज्ञानं प्राप्यते. तद्वत् इदानीं गन्धवती पृथिवी इत्यत्रापि पूर्वक्षणे गन्धं सङ्गृह्य घ्राणेन्द्रियेण, अग्रिमक्षणे पृथिवी अन्येन इन्द्रियेण गृह्य मिलित्वा इदानीं ज्ञानं सुरभिचन्दनं न क्षम्यतां गन्धवती पृथिवी इति वक्तुं शक्यते. तत्र अनुभवः अस्ति इति कृत्वा ज्ञानलक्षणा प्रत्यासक्तिः इति काचन प्रक्रिया तैः वक्तव्या एव अनिवार्या अस्ति. तर्हि एतादृशं ते वदन्ति, एतादृशं ते वदन्ति इति कृत्वा यदि इदानीं हेतुः साध्यम् उभयमपि एकेन प्रमाणेन गृहीतं चेदेव तयोः सामानादिकरण्यं गृहीतुं शक्यते इति वदामि चेत् तर्हि चन्दनत्वम् इति चक्षुरिन्द्रियेण गृह्यते, सुरभिः इति घ्राणेन्द्रियेण गृह्यते, उभयोः सामानाधिकरण्यं पृथिव्यां वर्तते इति कृत्वा तत्र सामानाधिकरण्यम् एकेन इन्द्रियेणैव भवेत् इति नियमेन न वक्तव्यम्. अधिकाधिकं तादृशं भवति, किन्तु न भवति चेदपि तत्र क्लेशः नास्ति इति उक्तम्. अस्तु, तत्र अलौकिक प्रत्यक्षम् इत्यत्र इतोपि प्रभेदाः सन्ति. तत्र योगजम् इति कश्चन अस्ति, योगाभ्यासेन सिद्धाः ये सन्ति योगसिद्धाः, तैः गृह्यमान दृश्यमान प्रत्यक्षानि अलौकिक प्रत्यक्षम् इत्यस्मिन् अन्तर्भूतं भवति. तदनन्तरं सामान्यलक्षणः इति अपि तत्र कश्चन प्रभेदः उक्तः अस्ति अलौकिकप्रत्यक्षस्य. भवतु इति तेन उक्तम्. अस्तु, तदनन्तरं नित्यत्वं केनापि प्रमाणेन ज्ञायते इति उक्तं. तत्र हा, मया पृष्टमासीत् बहुत्र लाघवं लाघवम् इति वयं स्वीकुर्मः खलु, यत्र यत्र यं कमपि वस्तु अनुमानेन ज्ञायते तत्र लाघवमस्ति इति कृत्वा तस्मिन् एकत्वं विभुत्वं नित्यत्वं स्वीक्रियते इति उक्तम्. तर्हि इदानीं नित्यत्वम् अनित्यत्वविषये अस्माभिः गते वर्गे चिन्तितम्. अनित्यत्वं प्रत्यक्षेन गृहीतुं शक्यते इति, घटध्वंसः एव अनित्यत्वम् इति कृत्वा अनित्यत्वं प्रत्यक्षेण गृहीतुं शक्यते, किन्तु नित्यत्वं केन प्रमाणेन गृहीतुं शक्यते इति चेत् तत्र नित्यत्वं लाघवत्वेन स्वीकृतम् इति उक्तं. तर्हि लाघवत्वम् इति केवलं कल्पितं वा वस्तुतः प्रमाणं वा इति मम प्रश्नः मनसि प्रश्नः जातः. तर्हि तत्र शास्त्रीपादेन किमुक्तम् इति चेत् लाघवम् इति प्रमाणं नास्ति किन्तु सहकारिकारणं लाघवज्ञानं सहकारिकारणं भवति इति तेन उक्तं तत्र अस्तु अत्र किञ्चित् विषयान्तरं भवति प्रायः अनन्तरं वदिष्यामि इतोपि किञ्चित् लिखित्वा अहं प्रेषयिष्यामि तस्मिन् विषये नो चेत् अत्र एतस्य प्रतिपादनार्थं बहिर्गमपि मया वक्तव्यं भवति किन्तु नित्यत्वं केन प्रमाणेन ज्ञायते इति चेत् तत्र अनुमानप्रमाणेन ज्ञातुं शक्यते इति तेन उक्तम् अत्र के लाघवं सहकारीकारणं भवति किन्तु अनुमानप्रमाणेनैव नित्यत्वं ज्ञातुं शक्यते इति तेन उक्तम् अस्तु तर्हि इदानीं प्रकृत विषयं प्रति अनुसरामः तत्र उदाहरणपरिशीलनम् इत्यत्र व्याप्यत्वासिद्धिः इत्यत्रैव अस्माकम् अत्र स्थगनम् अभवत् तर्हि अव्यापकत्वं कथं ज्ञातुं शक्यते इत्यत्र भवद्भिः चिन्तितं वा इति न जाने केनापि चिन्तितं वा अव्यापकत्वं ज्ञातुं न महोदय चिन्तितवान् तत्र किं कार्यम् अन्वयव्यभिचारः द्रष्टव्यः अस्ति अस्माभिः किं क्रियते सामान्यतया व्याप्तिज्ञानार्थम् अन्वयसहचारज्ञानं व्यतिरेकसहचारज्ञानं व्यतिरेकव्यभिचारज्ञानम् इति त्रीणि त्रयः अंशाः अस्माभिः परिशील्यन्ते किन्तु अव्यापकत्वज्ञानाय किं परिशीलनीयम् इति चेत् अन्वयव्यभिचारः परिशीलनीयः यत्र साधनं तत्र उपाध्यभावः इति चिन्तनीयम् इत्युक्ते अत्र पश्यतु साधनस्य अव्यापकत्वं कुत्र भवेत् उपाधौ भवेत् तर्हि सोपाधिकहेतुः इत्युक्ते किं साधन अव्यापकत्वे सति न साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम् इति उक्तम् तर्हि साध्यस्य व्यापकः उपाधिः भवेत् तर्हि यत्र साध्यं तत्र उपाधिः यत्र उपाध्यभावः इति यत्र साध्यं तत्र उपाधिः इति अन्वयसहचारः यत्र उपाध्यभावः तत्र साध्याभावः इति व्यतिरेकसहचारः यत्र उपाधि अभावः इत्युक्ते व्यापकस्य अभावः तत्र साध्यं व्याप्यम् इति व्यतिरेकविविचारः इति त्रयः अंशाः चिन्तयामश्चेत् तत्र व्याप्तिः सिद्ध्यति व्यापकत्वं सिद्ध्यति किन्तु अव्यापकत्वं कथं सिद्ध्यति इति चेत् अन्वयव्यभिचारः चिन्तनीयः तदर्थम् अत्र पश्यतु साधनस्य अव्यापकत्वम् इत्यत्र यत्र साधनं तत्र उपाधि अभावः इति मया उक्तम् यत्र साधनं तत्र उपाधि अभावः इति चेत् तदा किं भवति अव्यापकत्वं सिद्ध्यति यदि उपाधौ व्यापकत्वं सिद्ध्येत् तर्हि किं भवेत् यत्र साधनं तत्र उपाधिः यत्र उपाध्यभावः तत्र साधनाभावः यत्र उपाध्यभावः तत्र साधनम् इति तादृशं चिन्तनीयं किन्तु अव्यापकस्य निरूपणार्थं यत्र साधनं तत्र उपाध्यभावः इति चिन्तनीयम् तर्हि अत्र मेहुल् महोदय भवानेव चिन्तयतु गगनारविन्दं सुरभि तृतीय उदाहरणमस्ति खलु आं सत्यम् अत्र परन्तु तत्र व्यतिरिक्तव्यभिचारस्य अत्र वाक्यं यत् अस्ति यत्र उपाध्यभावः तत्र साध्याभावः कथं तत्र साध्यम् इति भवेत् खलु कुत्र साध्याभावः रक्तवर्णेन लिखितमस्ति खलु रक्तवर्णे यत्र उपाध्यभावः तत्र साध्यम् इत्येव लिखितं हा परन्तु तस्य उपरि एव यत्र उपाध्याभावः तत्र साध्याभावः इति तत्र व्यतिरेकसहचारः लिखितः व्यतिरेकसहचारः आं सत्यं हा सत्यम् अन्वयसहचारः व्यतिरिकसहचारः व्यतिरिकव्यभिचारः किञ्चित् समीचीनं हा अस्तु किञ्चित् बृहत् कृतं मया व्यतिरेकसहचारः यत्र साध्यं तत्र उपाधिः इति अन्वयसहचारः यत्र उपाध्यभावः यत्र व्यापकाभावः तत्र व्याप्याभावः इति व्यतिरेकसहचारः तदनन्तरं रक्तवर्णे यद् लिखितमस्ति तत्तु व्यतिरेकव्यभिचारः तन्न भवेत् न भवेत् सत्यम् अतः रक्तवर्णे लिखितं तदा व्यापकत्वं निरूपितं भवति अस्तु तर्हि चिन्तयति वा गगनारविन्दम् इति अस्तु गगनारविन्दं सुरभि अरविन्द अरविन्दत्वात् सरोजारविन्द सरोजारविन्दवत् अस्तु अत्र साध्यम् अस्ति सुरभि हेतुः अस्ति अरविन्दत्वम् इति इत्युक्ते तदेव हेतुः अस्ति अस्तु तर्हि प्रथमं साध्यं स्वीकरोतु सुरभि इति सुरभि इति यत्र सुरभि तत्र अत्र उपाधिः इति नास्ति खलु हेतुः एव अस्ति न उपाधिः चिन्तनीया इदानीं तादृश उपाधिः अस्ति वा इति चिन्तनीयं व्याप्यत्वासिद्धिः भवति वा अस्मिन् उदाहरणे इति चिन्तनार्थम् उपाधिः अस्ति वा इति चिन्तनीयं तर्हि सुरभिः कुत्र भवति सुरभिः अत्र पुष्पे अपि भवति अत्र पृथिव्याम् अस्तु तर्हि सुरभि इति पुष्पम् इति स्वीकुर्मः पुष्पे अस्ति खलु अस्ति नो चेत् चन्दनं चन्दनमिति स्वीकुर्मः चन्दनं हा तत्र परन्तु अरविन्दत्वं नास्ति खलु तस्मिन् एकनिमिषम् इदानीम् अरविन्दत्वस्य विषये न चिन्तनीयं साध्यं सुरभि सुरभि कुत्र अस्ति चन्दने अस्ति चन्दने अन्यत् किं किम् अस्ति चन्दने पृथिवीत्वमपि अस्ति चन्दनत्वम् इति स्वीकुर्मः हा अस्तु चन्दनत्वम् अस्ति चन्दनत्वं वा पृथिवी अस्तु चन्दनत्वं केवलं चन्दनत्वम् इति स्वीकुर्मः तर्हि चन्दनत्वम् उपाधिः भवति वा इति परिशीलनीयं परिशीलनीयम् अस्तु अस्तु अस्तु तर्हि यत्र सुरभि तत्र चन्दनत्वम् इति सत्यम् अन्वयसहचारः सत्यं तत् सत्यम् इत्युक्ते अन्वयसहचारः जातः यत्र हा यत्र चन्दनत्वाभावः तत्र सुरभित्वाभावः इति न भवति व्यतिरेकसहचारः न भवति किमर्थमित्युक्ते किमर्थं यत्र चन्दनत्वाभावः तत्र सुरभित्वाभावः भवत्येव खलु परन्तु यत्र सुरभित्व नास्ति सुरभ्यभावः सुरभित्वं सुरभि इत्यत्र सुरभित्वमस्ति सत्यं सुरभित्वाभावः एव सत्यं परन्तु अत्र अन्यत् किमपि वस्तु अस्ति चेत् तत्र चन्दनत्वाभावः अस्ति अपि च वदतु यथा इति वदतु यत्र चन्दनत्वाभावः तत् किं पुष्पम् इति अस्तु पुष्पं तत्र सुरभित्वाभावः नास्ति सुरभि अस्ति एव अत्र भवान् किं चिन्तयति अन्यत् उदाहरणम् इत्युक्ते इदानीं किं निरूपणीयं यत्र चन्दनत्वाभावः तत्र सुरभित्वाभावः इति तादृश उदाहरणं वदतु व्यभिचारः न चिन्तयतु चन्दनत्वाभावः इदानीं शिलाखण्डम् इति चिन्तयतु पाषाणखण्डं पाषाणखण्डम् अपि च अत्र तर्हि किमर्थं पुष्पम् इति न चिन्तनीयं यत्र चन्दनत्वाभावः तत्र इदानीं भवता किं निरूपणीयं यत्र उपाध्याभावः तत्र साध्याभावः इति निरूपणीयं तर्हि तादृश उदाहरणं वक्तव्यं यत्र निरूपयितुं शक्यते ओ निरूपयितुं शक्यते इति एव अत्र आशयः अस्तु खलु तद् निरूपणीयं खलु निरूपणीयम् अतः एव तादृश भवान् किं चिन्तयति व्यभिचारः चिन्तयति आम् आम् आम् तद् मा करोतु अस्तु अस्तु हा तर्हि जलम् इति स्वीकरोतु जलं हा तदपि भवेम किमपि यत्र उपाध्यभावः यत्र चन्दनत्वाभावः तत्र सुरभित्वाभावः यथा जलम् यथा जलम् इति वदति चेत् तत्र इदानीं व्यतिरेकसहचारः अपि जातः अस्तु तर्हि इदानीं व्यतिरेकव्यभिचारः भवति वा इति चिन्तयतु आमां यत्र चन्दनत्वाभावः तत्र सुरभिः सुरभित्वम् अथवा सुरभिः इति यथा यथा पुष्पम् इदानीं पुष्पं वदतु इदं पुष्पं यथा पुष्पं सत्यं तर्हि व्यतिरेकव्यभिचारः जातः इति कृत्वा इदानीं चन्दनत्वम् उपाधिः भवति वा न वा? न भवति, न भवति खलु, न भवति इत्युक्ते व्यापकत्वं निरूपयितुं शक्यते, अतः चन्दनत्वम् इति उपाधिः न भवति. बुद्धं खलु? सत्यं, मां बुद्धं. हा, इति चिन्तनीयम्. अस्तु, केवलम् अभ्यासार्थम् अत्र द्वितीय उदाहरणम् इदानीं सुधिभामा भगिनी वदति वा, शब्दः अनित्यः चाक्षुषत्वात् यथा घटः. सत्यभामा भगिनी, नेट्वर्क् क्लेशः अस्ति अतः प्रयत्नं करोतु वक्तुं शक्यते. आं शक्यते महोदय. अस्तु अस्तु, तर्हि वदतु. शब्दः अनित्यः चाक्षुषत्वात् यथा घटः इत्यत्र व्याप्यत्वासिद्धिः अस्ति वा इति भवत्या चिन्तनीयम्. शब्दः अनित्यः फोर्त् स्टेज् फोर्त् सेण्टेन्स् न द्वितीयम् उदाहरणं, शब्दः अनित्यः चाक्षुषत्वात्. सत्यं, शब्दः अनित्य चाक्षुषत्वात् अन्य महोदय अन्य परिशीलनं करणीयं, व्याप्यत्वासिद्धिः अस्ति वा इति परिशीलनं करणीयं, तदर्थम् उपाधिः अस्ति वा इति परिशीलनं करणीयम्. सः अन्यः चक्षत् भगिनी सम्यक् न श्रूयते. उपाधि किं करणीयम् महोदय? तत्र लिखितमस्ति खलु एम् फोर् इत्यत्र लिखितमस्ति खलु एम् फोर्, पश्यतु सोपाधिकहेतुः. एकनिमिषः, एम् फोर् सोपाधिपगत्वे सति भगिनी सम्यक् न श्रूयते, सम्यक् न श्रूयते, मध्ये मध्ये भग्नं जायते. श्रूयते वा? इदानीमपि मध्ये भग्नं जायते एव भगिनि. अद्य किं वैफै सम्यक् नास्ति किम्? नास्ति. अस्तु, तर्हि शृणोतु अद्य किञ्चित्. आं शृणोमि महोदय. अस्तु, रमेश महोदय, तर्हि भवान् परिशीलयतु महोदय. शब्दः अनित्यः चाक्षुषत्वात्. शब्दः अनित्यः चाक्षुषत्वात्, तर्हि यत्र चाक्षुषत्वभावः तत्र शब्दभावः. न यत्र चाक्षुषत्वभावः न महोदय, अत्र क्रमेण गच्छतु. शब्दः अनित्यः चाक्षुषत्वात् इत्यत्र साध्यं किम्? शब्दः अनित्यः, अनित्यः इति अनित्यत्वम् इति साध्यम्. उत्तमं, तर्हि इदानीं तादृश उपाधिः चिन्तनीयः यत् साध्यस्य व्यापकमस्ति. तर्हि अनित्यत्वं व्याप्यं भवेत्, कश्चन उपाधिः व्यापकः भवेत्. तर्हि प्रथमं यत्र अनित्यत्वम् इति स्वीकरोतु, तादृश उदाहरणं वदतु यत्र अनित्यत्वमस्ति. यत्र अनित्यत्वम् अस्ति घटे अनित्यत्वम् अस्ति इति वक्तुं शक्यते. सत्यं, तर्हि घटे अन्यत् किमपि किम् अस्ति? घटत्वम् अस्ति. उत्तमं, तर्हि घटत्वम् इदानीम् उपाधिः भवति वा इति परिशीलनीयम्. तदर्थं साध्यस्य व्यापकत्वमस्ति वा इति चिन्तयतु, यत्र साध्यं तत्र उपाधिः. यत्र साध्यं, यत्र यत्र अनित्यः अनित्यत्वं, यत्र अनित्यत्वं तत्र घटत्वं हा यत्र यथा यत्र अनित्यत्वं केवलं घटे एव तद् भवितुमर्हति यथा घटः यथा घटः तत्र निरूपितं खलु हा अस्तु तदनन्तरं यत्र उपाध्यभावः तत्र साध्याभावः यत्र उपाधि अभावः यत्र घटत्वस्य अभावः तत्र अनित्यत्वस्य अभावः यथा घटत्वस्य अभावः आकाशे घटत्वस्य अभावः अस्ति अनित्यत्वस्य अभावः अपि अस्ति खलु अनित्यत्वस्य अभावः अपि अस्ति यथा आकाशः तर्हि व्यतिरेकसहचारः अपि जातः इदानीं व्यतिरेकव्यभिचारः भवति वा इति चिन्तयतु परन्तु आकाशे घटत्वं नास्ति हा आकाशे घटत्वं नास्ति घटः भवितुम् अपि च अनित्यत्वमपि नास्ति हा घटं भवितुमर्हति घटः भवितुमर्हति परन्तु घटत्वं न भवति हा हा तद् तृतीयं किं करणीयं महोदय तद् न यत्र तत्र व्यतिरेकव्यभिचारः यत्र उपाध्यभावः तत्र साध्यं यत्र उपाधि अभावः यत्र घटत्वस्य अभावः तत्र साध्यं तत्र अनित्यत्वं यत्र घट हा यत्र घटस्य अभावः घटत्वस्य अभावः तर्हि पटे घटत्वस्य अभावः अस्ति तत्र अनित्यत्वमपि अस्ति उत्तमं तर्हि व्यतिरेकसहचारः व्यतिरेक व्यभिचारः जातः खलु हा व्यतिरेकव्यभिचारः जातः अतः घटत्वम् उपाधिः न भवितुमर्हति साध्यस्य व्यापकत्वं न निरूपितम् खलु तत् बुद्धं परन्तु तत् किमर्थं तादृशं वयं चिन्तयामः तत् न बुद्धं महोदय इत्युक्ते व्याप्यत्वासिद्धिः अस्मिन् उदाहरणे व्याप्यत्वासिद्धिः अस्ति वा तदपि अस्ति वा इदानीम् अस्माभिः किं क्रियते प्रत्येकम् उदाहरणं स्वीकृत्य अस्मिन् उदाहरणे के के हेत्वाभासाः सन्ति इति चिन्तनम् तर्हि अस्मिन् उदाहरणे द्वितीय उदाहरणे स्वरूपासिद्धिः अस्ति इत्युक्ते पक्षधर्मता नास्ति शब्दः न द्रष्टुं शक्यते शब्दः अनित्यः चाक्षुषत्वात् इत्यत्र चाक्षुषत्वं शब्दे नास्ति पक्षधर्मता न लब्धा इति कृत्वा स्वरूपासिद्धिः अस्ति किन्तु अन्यत् किमपि अस्ति वा इति परिशीलनं तत्र निगमनं किम् इति चेत् नास्ति इति अन्यत् किमपि नास्ति एवमत्र व्याप्यत्वासिद्धिः अपि नास्ति बुद्धं खलु एकम् अपि उदाहरणं यदि लभते तत् पर सम्यक् भवति वा इति व्याप्तिः व्याप्तिसाधनार्थं केवलम् एकं व्यतिरेकम् आवश्यकं वा तत् पर्याप्तं भवति वा इति आमाम् एकत्र व्यतिरेकः जायते चेत् व्यतिरेकव्यभिचारः जायते चेत् अनुमानं न सिद्ध्यति परन्तु किमर्थं घटत्वम् एव स्वीकरणीयम् उदाहरणार्थं तत् स्वीकृतं किन्तु यत्किमपि स्वीकर्तुं शक्यते भवान् अन्यत् इदानीं प्रयत्नं करोति चेत् करोतु यत्र अनित्यमस्ति सर्वे अनित्यवस्तु स्वीकरणीयं वा इति अस्तु स्वीकरोतु किन्तु तादृशधर्मः स्वीकरणीयः यत्र अनित्यत्वं तत्र अन्यत् किमपि भवेत् अनित्यत्वं भवेत् किमपि भवेत् हा अतः उदाहरणार्थं घटः इति स्वीकृत्य घटे अनित्यत्वमस्ति साध्यं तत्र घटत्वमस्ति इति घटत्वम् इति उदाहरणत्वेन मया स्वीकृतं रूपः इति अपि स्वीकर्तुं शक्यते रूपं विना घटः नास्ति खलु हा परन्तु दि क्वेश्चन् इस् दट् शुड् वि लुक् अट् आल् प्रापर्टीस् एण्ड् ओन्ली देन् वी केन् कन्क्लूड् रैट् we cannot say just because ghatatvam is not there does not mean that upadhi is not there is not the right conclusion. That's the question that I have. I got it. Okay. किन्तु उपाधिः अस्ति वा न वा इति अत्र अत्र इत्युक्ते प्रत्येकं पदार्थं स्वीकृत्य परिशीलनीयम् एतादृशम् अत्र उदाहरणार्थं केवलम् अभ्यासार्थम् एकं स्वीकृत्य परिशीलनं कुर्मः तावदेव घटत्वम् उपाधिः न भवितुम् अर्हति इति वक्तुं शक्यते परन्तु उपाधिः नास्ति इति वक्तुं न शक्यते तदेव तदेव मम प्रश्नः सत्यं सत्यम् इदानीं तत्तु सत्यमेव अत्र केवलम् अभ्यासार्थं क्रियते अस्तु तर्हि अत्र तृतीय उदाहरणं पूरयामः तर्हि भवान् रमेश महोदय भवानेव करोतु गगनारविन्दं सुरभिः अरविन्दत्वात् सरोज अरविन्दो इति तत्र अनुपसंहारी अस्ति वा इति चिन्तयतु अनुपसंहारी इति इत्यस्य लक्षणं कथं दत्तम् ओ इत्यस्मिन् इत्यत्र दत्तमस्ति अन्वयव्यतिरेक दृष्टान्तरहितः अन्वयदृष्टान्तः व्यतिरेकदृष्टान्तः रहितः अन्वयव्यतिरेकदृष्टान्तरहितः शब्दः अनित्यः चाक्षुषत्वात् न न तृतीयम् उदाहरणं गगनारविन्दं सुरभिः अरविन्दत्वात् सुरभि अरविन्दत्वात् सरोज अरविन्दः इति तत्र अन्यव्यतिरेकदृष्टान्तः यथा सरोज अरविन्दत्वम् अस्ति खलु तर्हि अनुपसंहारे न भवितुमर्हति तत्र निरूपयतु अन्वयव्यतिरेकदृष्टान्तः रहितः तर्हि अरविन्दत्वम् अपि भवेत् सुरभित्वम् अपि भवेत् तादृशम् एकं किमपि अस्ति चेत् तत्र अन्वयव्यतिरेकदृष्टान्तः लब्धः इति वक्तुं शक्यते अन्वयदृष्टान्तः लब्धः इति वक्तुं शक्यते तर्हि अत्र सरोज अरविन्दम् इति सरोज अरविन्दे अरविन्दत्वम् अस्ति सुरभिः अपि अस्ति सुरभित्वमपि अस्ति इति कृत्वा अन्वयदृष्टान्तः लब्धः अन्वयदृष्टान्तः लब्धः इति कृत्वा अत्र अनुपसंहारी न भवितुमर्हति अनुपसंहारी न भवितुमर्हति उत्तमं तर्हि तत्र विरुद्धः अस्ति वा इति चिन्तयतु विरुद्धः साध्य अभावव्याप्तः साध्यस्य अभावेन व्याप्तः व्याप्तः कः उत्तमं हेतुः एव हेतुः एव अत्र एतत् सर्वं हेतुः खलु हेत्वाभासस्य चिन्तनमेव तर्हि हेतुसाध्यभावेन व्याप्तः हा साध्य अभावः अत्र साध्यं किं गगनारवे सुरभिः इति साध्यं सुरभित्वं सुरभित्वम् इति साध्यं हेतुः अरविन्दत्वम् अरविन्दत्वं हेतुः अस्ति साध्य अभावेन व्याप्तः सुरभि अभावेन व्याप्तः अरविन्दं न लभते विरुद्धः न भवितुमर्हति साध्य अभावेन व्याप्त अरविन्दं भवेत् सुरभित्वम् अरविन्देन व्याप्तः इत्यत्र कथं परिशीलयति हेतुः अरविन्दत्वम् इति हेतुः साध्याभेन अभावेन व्याप्तः वा न वा इति कथं परिशीलयति यत्र साध्यं भवेत् तत्र हेतुः यत्र हेतुः भवेत् तत्र साध्यमपि भवेत् इति यत्र हेतुः नास्ति तत्र साध्यं न इदानीं भवता किं परिशीलनीयं हेतुः अरविन्दत्वं साध्य अभावेन व्याप्तः वा इति परिशीलनं तर्हि अत्र व्याप्तः कः हेतुः एव व्याप्तः अरविन्दत्वं खलु अरविन्दत्वं व्याप्तः व्यापकः कः साध्य अभावः व्यापकः भवेत् व्यापकः तर्हि तादृशं वाक्यं वदतु इदानीं हेतुः अपि च साध्य अभावः अनयोद्यः मध्ये व्याप्यव्यापकभावः अस्ति वा चिन्तनीयं तर्हि प्रथमम् अन्वयसहचारः वदतु यत्र सुरभि स्वभावः न न यत्र अरविन्द यत्र अरविन्दत्वं तत्र सुरभि स्व न तत् न भवति न तादृशमेव समीचीनं भवान् यद्वदति तत् समीचीनम् इदानीं साध्य अभावः व्यापकः भवेत् हेतुः साध्यं भवेत् स हेतुः व्याप्यं भवेत् तदर्थम् एतादृशमेव चिन्तनीयम् भवता उक्तं खलु महोदय साध्य अभावेन व्याप्तः हेतुः इति तर्हि व्यापकः कः साध्य अभावः वदतु इदानीम् अन्वयसहचारः वदतु साध्य साध्य अभावः इति व्यापकः भवति तर्हि यत्र यत्र अरविन्दत्वं तत्र सुरभित्व अभावः यत्र अरविन्दत्वं तत्र सुरभित्व अभावः यथा न वक्तुं शक्यते अत्र अन्वयसहचारः एव न सिद्धः खलु अन्वयसहचारः न सिद्ध्यति इति कृत्वा अत्र विरुद्धः नास्ति साध्य अभावेन व्याप्तः हेतुः नास्ति एतत् बुद्धं खलु आं महोदय अस्तु समीचीनं तर्हि अग्रे मेहुल् महोदय चतुर्थम् इदानीं परिशीलयति वा चतुर्थ उदाहरणम् आम् महोदय अस्तु शब्दः गुणः चाक्षुषत्वात् रूपादिवत् आश्रयसिद्धिः पक्षासिद्धिः अस्ति वा प्रथमम् अत्र पक्षः कः साध्यं किं हेतुः कः इति वदतु आम् शब्दः इति पक्षः गुणः इति साध्यं चाक्षुषत्वम् इति हेतुः तर्हि शब्दः इति पक्षः प्रसिद्धः एव अतः पक्षासिद्धिः नास्ति अस्तु अग्रे साध्यासिद्धिः अत्र गुणः इति साध्यं तदपि प्रसिद्धः अतः साध्यासिद्धिः नास्ति बाधः साध्याभाववत् पक्षः इत्युक्ते गुणत्वाभाववत् पक्षः किमर्थं गुण शब्दः गुणः आम् गुणत्वं सत्यं गुणत्वाभाववत् शब्दः इति परिशीलनीयं सत्यं गुणत्वाभाववत् शब्दः इति अस्ति वा शब्दे शब्दे गुणत्वम् अस्ति वा न वा शब्दे शब्दत्वम् अस्ति अतः गुणत्वम् अस्ति गुणत्वम् अस्ति वा न वा अस्ति अस्ति शब्दः गुणः अतः सत्यं गुणत्वम् अस्ति शब्दत्वमपि अस्ति गुणत्वमपि अस्ति गुणत्वमपि अस्ति पराजातिः आम् आम् अतः साध्याभावत् पक्षः नास्ति अतः बाधः अपि नास्ति बाधः नास्ति व्याप्तित्वा सिद्धिः हेत्वा सिद्धिः हेतुः असिद्धः वा अत्र चाक्षुषत्वम् इति हेतुः तदपि असिद्धः नास्ति अतः व्याप्तत्वा सिद्धिः नास्ति अस्तु अग्रे स्वरूपसिद्धिः पक्षधर्मतासिद्धिः इत्युक्ते चाक्षुस्तत्वं शब्दे अस्ति वा चाक्षुषत्वं शब्दे नास्ति शब्दे गुणत्वं शब्दत्वमेव अस्ति अतः पक्षधर्मतासिद्धिः अस्ति अतः स्वरूपसिद्धिः अस्ति उत्तमम् शब्दः शक्यते सत्यम् असाधारणव्यव्यभिचारः अन्वयसहचाराभावः अस्तु यत्र हेतुः तत्र साध्यम् इति इत्यस्य अभावः अस्ति चेद् असाधारणस्वव्यभिचारः इति भवति तर्हि यत्र चाक्षुषत्वं तत्र शब्दत्वम् इति नास्ति किमर्थं शब्दत्वं सत्यं शब्दः इति भवेत् यत्र चाक्षुषत्वं तत्र शब्दः शब्दः इति पक्षः इदानीं क्षम्यतां क्षम्यतां साध्यमिति गुणः यत्र चाक्षुषः तत्र गुणः अथवा गुणत्वम् इति गुणत्वं चाक्षुषत्वं तत्र गुणत्वं यथा तद् भवितुमर्हति यत्र चाक्षुषत्वं चक्षुषा गुणत्वं गुणः दृश्यते खलु किं कः गुणः दृश्यते रूपं रूपम् इति सत्यं यथा रूपं यथा रूपम् अतः अभावः नास्ति यत्र चाक्षुषत्वं तत्र गुणत्वं यथा रूपं रूपे चाक्षुषत्वमस्ति गुणत्वमपि अस्ति अतः अन्वयसहचारः न जातः अन्वयसहचार अभावः नास्ति सत्यम् अस्तु अग्रे व्यतिरेकसहचार अभावः अस्ति वा चिन्तयतु व्यतिरेकसहचार अभावः यत्र गुणत्वाभावः तत्र चाक्षुषत्वाभावः यत्र गुणत्वाभावः तत्र चाक्षुषत्वाभावः यत् किमपि चाक्षुषत्वं न ग्रहीतुं शक्यते गुणत्वाभावः कुत्र भवति गुणत्वाभावः द्रव्ये भवति खलु द्रव्ये गुणत्वं नास्ति सत्यं गुणे एव गुणत्वमस्ति गुणे एव गुणत्वं हा द्रव्यं गुणः न सत्यम् अतः यत्किमपि द्रव्यं स्वीकर्तुं शक्यते हा घटः सत्यं तत्र चाक्षुषत्वम् अस्ति घटः वा पृथिवी वा जलं वा यत्किमपि स्वीकर्तुं शक्यते यत्किमपि तत्र व्यतिरिक्तसहचाराभावः नास्ति न न वदतु इदानीं तत्र यत्र गुणत्वाभावः घटः तत्र चाक्षुषत्वाभावः अस्ति वा इति चिन्तयतु हा नास्ति चाक्षुषा ग्रहीतुं शक्यते घटः तर्हि तर्हि व्यतिरेकसहचाराभावः एकनिमिषः चाक्षुष क्रमेण चिन्तनीयं महोदय अतः नो चेत् यत्र हा यत्र गुणत्वाभावः तत्र चाक्षुषत्वाभावः यथा घटः इति न यथा घटः इति वदति चेत् घटे गुणत्वाभावः अस्ति किन्तु चाक्षुषत्वाभावः अस्ति वा नास्ति हा तदेव तर्हि तादृशं द्रव्यं वक्तव्यं वक्तव्यं यत्र चाक्षुषत्वाभावः अस्ति तर्हि प्रथमं चाक्षुषत्वाभावः यत्र अस्ति इति चिन्तयतु तादृश उदाहरणं चिन्तयतु अस्तु चाक्षुषत्व आकाशः आकाशः का सामान्य अवयसमवायः सत्यं द्रव्यम् इति भवेत् आकाशे आकाशे चाक्षुषत्व अभावः अस्ति परन्तु गुणत्वमस्ति गुणत्वाभावः अपि अस्ति खलु गुणत्वाभावः अपि अस्ति अतः व्यतिरिक्तसहचारः जातः अतः व्यतिरिक्तसहचाराभावः नास्ति नास्ति अस्तु तर्हि इदानीं व्यतिरेक व्यभिचारः अस्ति वा चिन्तयतु अस्तु यत्र महोदय महोदय गन्धम् अपि वक्तुं शक्यते वा यत्र गुणत्वं तत्र गुणत्वाभावः तत्र चाक्षुषत्वाभावः इति यत्र गुणत्वाभावः तत्र चाक्षुषत्वाभावः यथा गन्धम् इति वा गन्धे गुणत्वं गुणत्वम् अस्ति गुणत्वाभावः नास्ति अस्तु अग्रे महोदय व्यतिरेकविचारः परिशील्य विचारः अस्ति यत्र गुणत्वाभावः तत्र चाक्षुषत्वं यथा गुणत्वाभावः पुनः अत्र द्रव्ये अत्र आकाशे गुणत्वाभावः तत्र चाक्षुषत्वं नास्ति वायुजलं चाक्षुषत्वं नास्ति चाक्षुषत्वमिति यथा अत्र जलम् इति अस्ति खलु जलमिति द्रव्यं गुणत्वाभावः तत्र चाक्षुषत्वम् अस्ति अतः व्यतिरिक्तव्यभिचारः जातः पुनः वदतु यत्र गुणत्वाभावः तत्र चाक्षुषत्वं तत्र चाक्षुषत्वं यथा जलं यथा जलं यथा जलं जले चाक्षुषत्वम् अस्ति जले रूपमस्ति इति कृत्वा अभास्वरशुक्लरूपमस्ति इति कृत्वा जलं चक्षुषा गृहीतुं शक्यते अतः चाक्षुषत्वं वर्तते किन्तु गुणत्वाभावः अस्ति गुणः नास्ति इति कृत्वा तर्हि व्यतिरिक्तव्यभिचारः जातः हा अतः साधारणव्यभिचारः अस्ति अपि अस्ति खलु साधारणसव्यभिचारः अपि अस्ति व्यतिरेकव्यभिचारः जातः अत्र अस्तु इदानीं सत्प्रतिपक्षः अस्तु सत्प्रतिपक्षः साध्याभावसाधकहेत्वन्तरवत्पक्षः इत्युक्ते साध्याभावः इत्युक्ते च गुणत्वाभावसाधक हेतु अन्यत् किमपि हेतुं स्वीकृत्य अस्य वाक्यस्य अस्य पदस्य अर्थः कः साध्य अभावसाधकहेत्वन्तरवत् पक्षः इत्युक्ते अत्र शब्दः इति पक्षः तद् निरूपयितुम् अत्र अन्यत् किमपि हेतुं स्वीकुर्मः तेन किं निरूपयितुं अत्र गुणत्वाभावसाधकहेतु पक्षः इति खलु पक्षः साधनीयं पक्षः इति साधनीयं शब्दे गुणत्वाभावः अस्ति शब्दे गुणत्वाभावः अस्ति इति अन्यत् किमपि हेतुं स्वीकृत्य निरूपणीयं सत्यम् इति तर्हि प्रथमं शब्दे गुणत्वाभावः भवति वा न भवति न भवत्येव तर्हि सत्प्रतिपक्षः न भवति अत्र न भवति तादृशमेव तत्र सरलं रीत्या इत्युक्ते शब्दः गुणः इति कृत्वा सर्वदा शब्दे गुणत्वमस्ति एव अस्ति एव सत्यं साध्याभावः न भवति एव तर्हि गुणत्वाभावशब्दः इति तादृशपदार्थः एव नास्ति सत्यं सत्यम् इति कृत्वा तत्र तर्हि भवितुमर्हति चेदेव तत्र हेतुः कः इति चिन्तनीयं सत्यं हेत्वन्तरं किम् इति चिन्तनीयं किन्तु अत्र न चिन्तनीयमेव गुणत्वाभावत् शब्दः इति न भवत्येव इति कृत्वा सत्प्रतिपक्षः नास्ति अस्तु व्यापयित्वा सिद्धिः प्रथमतया सोपाधिकहेतु यत्र साध्यं तत्र उपाधिः यत्र गुणत्वं तत्र उपाधिः अत्र उपाधिः इति किं गुणत्वं कुत्र अस्ति गुणत्वं गुणे अस्ति सर्वेषु गुणेषु अस्ति सर्वेषु गुणेषु आम् तर्हि अत्र रूपम् इति स्वीकुर्मः रूपं हा रूपं तर्हि यत्र गुणत्वं तत्र रूपम् इति तु सत्यम् अत्र यत्र रूपाभावः तत्र गुणत्वाभावः एकनिमिषम् इदानीं रूपम् इति उपाधित्वेन स्वीकरोति वा हा अस्तु यत्र गुणत्वं न यत्र गुणत्वं तत्र रूपम् इति कथं तत्र यथा इति वदतु भवान् समीचीनतया उक्तवान् आम् आम् यत्र गुणत्वं तत्र रूपं यथा रूपत्वम् इति स्वीकर्तव्यम् आम् रूपत्वं अत्र यथा रूपम् इति वक्तुं शक्यते यथा रूपं हा रूपे गुणत्वमपि अस्ति रूपत्वमपि अस्ति खलु आम् आम् तर्हि रूपत्वम् इति उपाधिः रूपत्वम् इति उपाधिः न तु रूपम् अस्तु अग्रे व्यतिरेकसहचारः यत्र रूपत्वाभावः तत्र गुणत्वाभावः यत्र रूपत्वाभावः तत्र गुणत्वाभावः यथा गुणत्वाभावः द्रव्येषु अस्ति आम् गणेश द्रव्येषु परन्तु यथा जलम् इति वक्तुं शक्यते नो ते यथा वायुः तत्र रूपत्वाभावः रूपत्वं तु केवलं रूपे एव अस्ति खलु रूपत्वं तु रूपे एव अस्ति सत्यम् अतः यत्किमपि द्रव्यं वक्तुं शक्यते हा गुणत्वाभावः अस्ति एव अतः अस्तु तर्हि व्यतिरेकसहचारापि सिद्धः व्यतिरेकव्यभिचारः यत्र रूपत्वाभावः तत्र गुणत्वं यत्र रूपत्वाभावः इत्युक्ते द्रव्ये रूपत्वाभावः न तु द्रव्ये परन्तु रूपं रूपम् अन्य विहाय अन्यत् किमपि गुणे रूपत्वाभावः तत्र तत्र साध्यं तत्र गुणः प्रथमं वाक्यं वदतु महोदय तदा एव बोधः जायते यत्र रूपत्वाभावः तत्र गुणः तत्र गुणः तत्र गुणत्वम् अस्तु तत्र गुणत्वम् आम् यत्र रूपत्वं कुत्र अस्ति सर्वेषु गुणेषु अस्ति किन्तु रूपत्वं तत्र अस्ति केवलं रूपे अस्ति तर्हि गन्धः वदतु हा गन्धः तेजः सत्यं यत्र रूपत्वभावः तत्र गुणत्वं यथा गन्धः इति कृत्वा व्यतिरेकव्यभिचारः जातः अतः व्याप्तत्वसिद्धिः न भवति इति कृत्वा व्यापकत्वं न सिद्धं हा व्यापकत्वं न सिद्धं रूपत्वे रूपत्वे व्यापकत्वं न सिद्धम् इति कृत्वा उपाधित्वमपि न सिद्धम् उपाधित्वं न सिद्धं खलु आम् आम् अस्तु अग्रे अनुपसंहारे इति चिन्तयतु हा अनुपसंहारे अन्वयदृष्टान्त अथवा व्यतिरिकदृष्टान्तः लभ्यते चेत् अनुपसंहारे न भवति यत्र चाक्षुषत्वं तत्र गुणत्वं गुणत्वं तु गुणेषु सर्वेषु गुणेषु अस्ति तत्रैव अस्ति खलु यथा रूपाधिवत् इति अस्ति खलु रूपाधिवत् आम् तत्रैव अस्ति अन्यत् किमपि गुणं स्वीकृत्य अस्तु तर्हि अन्वयदृष्टान्तः लभ्यते यथा अनुपसंहारे नास्ति हा अत्र उदाहरणे एव उदाहरणं दत्तं चेत् अनुपसंहारे न भवति सत्यं लाघवेन अस्तु तर्हि तदनन्तरं विरुद्धः विरुद्धः साध्याभावः इत्युक्ते च गुणत्वाभाव अभावेन व्याप्तः हेतुः भवेत् तर्हि यत्र चाक्षुषत्वं तत्र गुणत्वाभावः इति प्रथम द्रष्टव्यम् यत्र चाक्षुषत्वं तत्र चाक्षुषत्वं तु अस्तु यत्र चाक्षुष तत्र गुणत्वाभावः अस्तु तत्र द्रव्ये द्रव्ये गुणत्वभावः अस्ति चाक्षुषत्वमस्ति अतः घटः इति वदतु हा यत्र घटः अतः तदेव साध्यभावेन व्याप्तः अस्ति इदानीं केवलम् अन्वयसहचारः चिन्तितः यत्र चाक्षुषत्वं तत्र गुणत्वाभावः यथा घटः आम् अत्र इदानीं व्यतिरिकसहचारः चिन्ति हा यत्र साध्याभावाभावः इति ते यत्र गुणत्वाभावाभावः इति भवेत् इत्युक्ते यत्र गुणत्वं यत्र गुणत्वं तत्र चाक्षुषत्वाभावः इति यत्र गुणत्वं गुणे गुणत्वम् अस्ति चाक्षुषत्वाभावः अस्तु गन्धः इति यथा गन्धः उत्तमं यथा गन्धः अतः व्यतिरिकसहचारः जातः अधुना व्यतिरिक इदानीं व्यतिरिकव्यभिचारः न जायेत यत्र तत् परिशीलय गुणत्वाभावाभावः इत्युक्ते गुणत्वं तत्र चाक्षुषत्वम् इति भवेत् यत्र गुणत्वं तत्र चाक्षुषत्वं यत्र यथा रूपम् इति अतः व्यतिरिकव्यभिचारः जातः तर्हि विरुद्धः इति नास्ति इति नास्ति उत्तमम् उत्तमं धन्यवादः बहु समीचीनं तर्हि अत्र एतस्य एतस्मिन् उदाहरणे स्वरूपासिद्धिः साधारणसव्यभिचारः उभयमपि अस्ति अस्तु सत्यभामा भगिनी इदानीं प्रयत्नं करोति वा आं महोदय इदानीं सम्यक् श्रूयते वदतु इदानीम् उदाहरणमस्ति पर्वतः धूमवान् वाग्निमत्वात् यदा महानसम् अत्र पक्षः असिद्धः वा नास्ति पक्षः सिद्धः एव अत्र पर्वतः पक्षः धूमवान् इति साध्यं धूमवत् धूमः इति साध्यं धूमः इति भवति वा धूमः इति साध्यं वाग्निमत्त्वम् इति हेतुः सत्यम् उदाहरणं यथा महानसम् उदाहरणं सो पक्षः सिद्धः वा न पक्षः सिद्धः एव पर्वतः अस्ति एव अतः साध्यता अवच्छेदकं साध्यः साध्यं प्रसिद्धः वा इति पश्यन्ति धूमः अपि प्रसिद्धः एव तदनन्तरं साध्यः साध्यं साध्यं वह्नि वह्नि साध्यं किमस्ति धूमः साध्यं भगिनि साध्यं प्रसिद्धः एव वह्निमत्वम् अपि प्रसिद्धः एव हेतुः अत्र क्रमेण अस्मिन् स्प्रेड् शीट् मध्ये कथं दत्तमस्ति इदानीं पञ्चमबिन्दुः चिन्तनीयः पञ्चमबिन्दुः पक्षः अस्ति वा इति चिन्तनीयम् ओके साध्य अभाववत् पक्षः साध्यं पर्वतः पर्वते धूमः अस्ति एव इत्युक्ते अस्ति न भवितुमर्हति किन्तु न भवत्येव इति नास्ति खलु नास्ति सन्देहः अपि अस्ति वा न वा इति अस्ति इति नास्ति अनुष्णत्ववत् वह्निः इति यदा कदापि न भवति खलु तादृशं न भवति अत्र तादृशमत्र न भवति अतः एतदपि नास्ति साध्याभावत् पक्षः इति नास्ति नास्ति अस्तु अग्रे हेत्वासिद्धिः हेत्वासिद्धिः हेतुः अस्ति वह्निमत्वं वह्निमत्वम् इति प्रसिद्धः एव प्रसिद्धः एव अस्तु अग्रे पक्षधर्मता सिद्धिः पक्षधर्मदा पक्षे साध्यं हेतुः अस्ति वा तदपि अस्ति पक्षे इदानीं पर्वतः धूमवान् वह्निमत्वात् सो वह्निमत्वं पक्षे भवेत् पक्षधर्मदा अस्ति वह्निमत्वं वह्निमत्वम् इति हेतौ पक्षधर्मता अस्ति इति वक्तव्यम् वन्यमत्वं पर्वते भवितुमर्हति खलु भवितुमर्हति इति कृत्वा वन्यमत्वे पक्षधर्मता अस्ति इति वक्तव्यम् अस्तु अग्रे इदानीं व्याप्तिः चिन्तनीयं वा अत्र अन्वयसहचाराभावः अस्ति वा इति चिन्तनीयं फस्ट् प्रथमं धूम् यत्र यत्र यत्र धूमः यत्र वह्निमत्वं तत्र धूमः यदा महानसं यत्र वह्नि एकनिमिषं क्रमेण चिन्तयतु अत्र अन्वयसहचार अभावः अस्ति वा इदानीम् अन्वयसहचारः अस्ति वा इति चिन्तयतु अन्वयसहचारः यत्र वह्निमत्वं तत्र धूमः यदा महानसम् इति उक्तं खलु तर्हि अन्वयसहचारभावः नास्ति नास्ति अस्तु तर्हि इदानीं व्यतिरेकसहचारः भावः अस्ति वा इति चिन्तयतु यत्र धूमाभावः तत्र वह्निमत्वाभावः यत्र धूमाभावः तत्र वह्निमत्वाभावः यत्किमपि वक्तुं शक्यते खलु यत्र धूमः नास्ति यदा खडः यदा जलं तत्रापि नास्ति यथा जलं सत्यम् अस्तु अग्रे तर्हि व्यतिरेकसहचाराभावः अपि नास्ति व्यतिरेकव्यभिचारः अस्ति वा चिन्तयतु यत्र हेतु अभावः तत्र साध्यं यत्र यत्र साध्य अभावः तत्र हेतुः व्यतिरेकव्यभिचारः यत्र हेतु अभावः यत्र यत्र साध्य अभावः तत्र हेतुः यत्र धूमाभावः तत्र वह्निमत्वं यदा ग्यास् स्टौ तप्तायपिण्डः खलु तप्तायपिण्डः तत्रापि इति कृत्वा अत्र साधारणसव्यभिचारः अस्ति तप्तायपिण्डः एकनिमिषम् तर्हि साधारणसव्यभिचारः अस्ति अत्र अस्तु सत्प्रतिपक्षः अस्ति वा चिन्तयतु यत्र यत्र पक्षे साध्यम् अस्ति वा धूमः धूमाभावः पक्षे अस्ति वा इति पर्वते धूमः अस्ति धूमाभावः यत्र धूमः अस्ति धूमाभावः अस्ति इति द्वयमपि वदति सप्रतिपक्षः खलु भिन्नभिन्न हेतु स्वीकृत्य परिशीलनीयम् किमर्थं भिन्नभिन्नहेतुः स्वीकरणीयः अस्ति किन्तु निरूपणार्थं भिन्नहेतुः किं निरूपणार्थं भिन्नहेतुः स्वीकरणीयः प्रति पक्षे साध्यम् अपि च साध्य अभावः द्वयमपि अस्ति वा इति चिन्तनार्थं केवलं साध्य अभावः अस्ति वा इति चिन्तनार्थं भिन्नहेतुः अस्ति वा इति चिन्तनीयं तावदेव उभयमपि न पर्वते वन्य अभावः अस्ति वा इति चिन्तनीयं वन्यमत्वाभावः वन्यमत्वाभावः वन्यं यत्र धूमः तत्र वन्यमत्वाभावः तादृशं भवेत् खलु यत्र धूमः तत्र इदानीं तत्र धूमः तत्र जले वह्निः नास्ति तु आर्द्रेन्द्रसंयोगः वक्तुं शक्यते वा महोदय अत्र वह्निः नास्ति परन्तु धूमः अस्ति न न भवती इदानीं पुनः वदतु भगिनि किं निरूपयितुम् इच्छति अत्र वह्निमत्वा अभावः अस्ति धूमः नास्ति धूमः अस्ति क्षम्यता अत्र प्रश्नः कः इति एकवारं समीचीनतया वदतु किं निरूपयितुमिच्छति वह्निमत्वा अभावः अस्ति हेत वह्निं भिन्नहेतु स्वीकरणीयं खलु इदानीं किं निरूपणार्थं तद् वदतु प्रथमम् ओ वह्नि अभावः अपि पर्वते अस्ति इति निरूपणार्थं वह्निमत्व अभावः पर्वते अस्ति इति निरूपणार्थं हेतुः अस्ति वा इति चिन्तनीयं खलु आं महोदय तदेव इदानीं प्रश्नः अस्ति वह्निमत्व अभावनिरूपणार्थं पर्वते वह्निमत्व अभावनिरूपणार्थम् अन्यत् किमपि हेतुः अस्ति वा इति चिन्तनीयम् तदर्थं किं कर्तुं शक्यते किं करणीयम् इदानीं साध्यस्य भिन्नसाध्यं स्वीकरणीयं वा मम क्लेशः अस्ति अत्र धूम अभावः अस्ति चेत् वह्निमत्वा अभावः इति वक्तुं शक्यते परन्तु धूमः अस्ति चेत् वह्निमत्वाभावः मयापि अत्र अस्तु आरम्भतः किञ्चित् चिन्तयामि इदानीं किं निरूपणीयम् इति एकवारं वदति वा अत्र पक्षे साध्यम् अस्ति इदानीम् अत्र इदानीं पक्षः कः इति वयं जानीमः खलु तर्हि पक्षः साक्षात् वदतु पर्वतः धूमवान् तद् अस्ति सप्रतिपक्षः यदा वदामः अत्र पर्वते साध्य अभावः अपि भवेत् इति सो धूम अभाववान् अपि पर्वतः इति वक्तव्यम् पर्वते धूम अभावः अस्ति इति निरूपणार्थम् अन्यद् हेतुः अस्ति वा इति चिन्तनीयं खलु तर्हि पर्वते धूम अभावनिरूपणार्थं पर्वते अन्यत् किमपि हेतुः अस्ति वा इति चिन्तनीयं जलम् अस्ति चेत् धूम अभावः अस्ति इति वक्तुं शक्यते यत्र यत्र जलं तत्र तत्र धूमाभावः इति अस्ति वा तयोः मध्ये व्याप्यव्यापकभावः अस्ति वा तदेव चिन्तनीयं भगिनि यत्र यत्र वह्नि अभावः तत्र धूमाभावः अन्यत् किमपि इदानीं वह्नि अभावः इति कृपया मा वदतु नो चेत् मनसि क्लेशः भवति अत्र अस्माभिः किं चिन्तनीयं किं निरूपणीयम् इति चेत् पर्वते धूमाभावः वर्तते इति हेत्वन्तरं स्वीकृत्य निरूपयितुं शक्यते वा इति चिन्तनीयम्। तर्हि अत्र हेतुः कीदृशं भवेत्? धूमाभावः यस्मिन् हेतौ धूम अभावः अस्ति तादृशहेतुः न भगिनि अस्तु अहं किञ्चित् वदामि शृणोतु कथं चिन्तनीयम् इति। आम् आं महोदय। अस्तु तर्हि इदानीम् अस्माकं पुरतः प्रश्नः अस्ति, पर्वते धूम अभावः साधयितुं हेत्वन्तरम् अस्ति वा इति। तर्हि हेत्वन्तरम् अन्वेष्टुं कीदृशपदार्थं चिन्तनीयम् इति चेत् हेतुः साध्येन व्याप्तः भवेत् खलु। तर्हि इदानीं साध्यं किं? धूम अभावः इति साध्यम्। तर्हि धूम अभावः कस्य व्यापकः भवति इति चिन्तनीयं, तादृशहेतुः स्वीकरणीयम्। यत्र हेतुः तत्र धूमाभावः, यत्र धूमाभावाभावः तत्र हेत्वभावः इति तादृशहेतुः चिन्तनीयं। तदा एव तद् हेतुः तेन हेतुना पर्वते धूमाभावः साधयितुं शक्यते। अस्तु तर्हि तदर्थं यत्र हेत्वन्तरं तत्र धूमाभावः, तर्हि यत्र धूमाभावः वर्तते धूमाभावः कुत्र वर्तते एकम् अधिकरणं वदतु। यत्किमपि वक्तुं शक्यते महोदय, जलं द्रव्येषु द्रव्य खडः ह्रदः इति वदतु। ह्रदः जलं क्रमे यदा कदापि धूमः न भवति, न भवति इति कृत्वा निश्चितसाध्य अभाववान् वक्तव्यम्। अत्र निश्चितसाध्य विपक्षः वक्तव्यः, ह्रदः ह्रदे धूमाभावः अस्ति खलु? आम् अस्ति। तर्हि ह्रदे अन्यत् किमस्ति? ह्रदत्तम् अस्ति, जलम् अपि अस्ति, धूमाभावः वह्निमत्व अभावः अपि अस्ति। कृपया अन्यत् किमपि न चिन्तयतु भगिनि, इदानीं वह्निमत्वम् इति चिन्तयति चेत् भवती क्लेशः अनुभूयते एव निश्चयेन। इदानीं तत् त्यजतु, तत्र हेतु वह्निमत्वम् इति हेतु प्रकृतहेतुः अस्ति खलु। इदानीं हेत्वन्तरं चिन्तनीयम्। हृदे वन्य अभावः अस्ति, किमर्थं वन्य अभावः अस्ति? धूमाभावः, हा धूमाभावः अस्ति, क्षम्यताम्। अस्तु हृदे धूमाभावः अस्ति, हृदे अन्यत् किमपि अस्ति? मीनाः सन्ति खलु? हा मीनाः सन्ति। तर्हि मीनः हेत्वन्तरं भवति वा इति चिन्तनीयम्। ओके, केवलम् उदाहरणार्थम्, अत्र चिन्तनार्थं कथं चिन्तनीयम् इति इदानीम् अभ्यासः जायमानमस्ति तावदेव। तर्हि निश्चितविपक्षे तादृशविपक्षः स्वीकरणीयः यत्र धूमाभावः, यत्र साध्याभावः अस्ति। ह्रदे धूमाभावः सर्वदा भवति, ह्रदः विपक्षः अस्ति, निश्चितसाध्य अभाववान् अस्ति ह्रदः। तर्हि ह्रदे धूमाभावः अस्ति, ह्रदे अन्यत् यत्किमपि अस्ति इति चेत् तत्र ह्रदत्वं, ह्रदत्वं सर्वदा ह्रदे एव भवति खलु? अस्तु तर्हि ह्रदत्वम् इति स्वीकुर्मः हेत्वन्तरं। किन्तु ह्रदत्वं पर्वते अस्ति वा? न भवति, न भवति। अतः ह्रदत्वं हेत्वन्तरत्वेन न स्वीकर्तुं शक्यते। किमर्थम् इत्युक्ते ह्रदत्वे पक्षधर्मता भवेत्, हेत्वन्तरं स्वीकर्तव्यं यत् प्रकृतपक्षे अस्ति अपि च विपक्षे अपि अस्ति। जलं पर्वते महोदय, जलम् इति स्वीकुर्मः चेत् तत् पर्वते भवितुम् अर्हति खलु? हृदः इति न स्वीकरणीयं, जलं तावदेव। जलम् अस्तु, यत्र धूमाभावः तत्र जलम्, यत्र धूमाभावः तत्र जलं यथा ह्रदः अस्तु जले पर्वत जले पक्षधर्मता भवितुमर्हति एव सत्यं पर्वते जलं भवितुमर्हति एव अस्तु तर्हि इदानीम् अन्वयसहचारः जातः यत्र धूमाभावः यत्र जलं न यत्र जलं तत्र धूमाभावः यथा ह्रदः अस्तु इदानीं व्यतिरेकसहचारः वदतु महोदय एकः प्रश्नः अस्ति अत्र पर्वते प्रत्यक्षेन ज्ञातुं शक्यते खलु वन्य अभावः धूमाभावः अस्ति इति तद् न स्वीकरणीयं वा तत्र सत्प्रतिपक्षे स्थले तर्हि हेतु अन्तरं वक्तव्यं खलु महोदय अन्यत् हेतुः वक्तव्यः अस्ति येन हेतुना पक्षे प्रकृतपक्षे साध्य अभावः निरूपयामश्चेत् तदा सत्प्रतिपक्षः भवति हेतु वक्तव्यम् यत्र अस्मिन् पक्षे भवेत् परन्तु तत् लक्षणं येन हेतुना साध्य अभावः साधितः भवति साध्य अभावः साधितः भवति अस्मिन् पक्षे एव खलु आम् सत्यम् अत्र प्रकृत उदाहरणं सत्प्रतिपक्षस्य उदाहरणमासीत् खलु इत्युक्ते वन्य धूम अभावः द्वितीयहेतोः अवसरं किम् इति तदेव मम प्रश्नः आसीत् प्रत्यक्षेन ज्ञातुं शक्यते खलु पर्वते धूमभाववान् महोदय महोदय एकनिमिषं शब्दः नित्यः श्रावणत्वात् इति एकं शब्दः अनित्यः कार्यत्वात् तर्हि शब्दः नित्यः श्रावणत्वात् इत्यत्र श्रावणत्वं शब्दे अस्ति तेन नित्यत्वं निरूपयितुम् इष्यति किन्तु इदानीम् अन्यः हेतुः वदति कार्यत्वम् इति शब्दे अस्ति तेन नित्यत्व अभावः निरूपितः भवति तादृशं तर्हि अत्र शब्दः नित्यः श्रावणत्वात् इत्यत्र हेतुः अस्ति श्रावणत्वं शब्दः अनित्यः कार्यत्वात् इत्यत्र हेत्वन्तरमस्ति कार्यत्वम् यत् शब्दे पक्षे विद्यते तेन अत्र साध्य अभावः निरूपितः भवति तदेव सत्प्रतिपक्षः तर्हि तादृशम् अत्र अस्ति वा इति चिन्तनीयम् तादृशं न भवेत् चेत् सत्प्रतिपक्षः नास्ति इति वक्तव्यम् सत्यम् अस्तु तर्हि इदानीं पर्वते धूम अभावः निरूपयितुं धूम अभावं निरूपयितुं हेत्वन्तरमस्ति वा इति अन्वेषणं तदर्थम् इदानीं साध्यमस्ति धूम अभावः तर्हि हेतुः व्याप्यः भवेत् तर्हि इदानीं भगिनी उक्तवती यत्र जलं तत्र धूमाभावः यथा ह्रदः इति अन्वयसहचारः उक्तवती इदानीम् अग्रे वदतु भगिनि यत्र साध्याभावः तत्र हेतुः यत्र इदानीं जलाभावः जलम् इति हेतुः साध्यं नास्ति इदानीं धूमाभावाभावः धूमः सत्यम् इत्युक्ते यत्र तत्र जलाभावः यथा यदा महानसम् ओर् ग्यास् स्टौ अयपिण्डः तप्तायपिण्डः धूमः धूमः अस्ति किं धूमः वक्तव्यम् अतः उच्चैः एकवारं वदतु भगिनि यत्र धूमः यत्र धूमः यत्र धूमः यत्र जलाभावः यत्र धूमाभावाभावः धूमः तत्र जलाभावः जलाभावः यत्र धूमः इति महानसे धूमः अस्ति जलाभावः अपि भवितुमर्हति खलु भवितुमर्हति अस्तु तर्हि इदानीम् अत्र अन्वय व्यतिरेकसहचारः अपि जातः, तर्हि इदानीं व्यतिरेकव्यभिचारः अस्ति वा इति द्रष्टव्यम्। यत्र साध्य अभावः तत्र हेतुः, यत्र साध्यम् अस्ति धूमः, धूम अभावः, यत्र धूमाभावाभावः यत्र साध्याभावः धूमः तत्र हेतुः जलम्। यथा जल हृदः, हृदे धूम अभा, क्षम्यतां, धूमः अत्र जलं, तादृशसन्दर्भः नास्ति खलु यत्र धूमः, महानसे महानसे धूमः अपि भवितुमर्हति जलमपि भवितुमर्हति खलु, विपरीतरीत्या अपि भवितुमर्हति, भवितुमर्हति खलु, अर्हति अर्हति अस्ति। तर्हि व्यतिरेकविचारः सिद्धः इति कृत्वा जलम् अत्र धेत्वन्तरं न भवितुमर्हति, धूमाभावस्य निरूपणार्थं जलं न हेत्वन्तरं न भवितुमर्हति, अतः सत्प्रतिपक्षः नास्ति अत्र, सत्प्रतिपक्षः नास्ति। अस्तु अग्रे व्याप्यत्वासिद्धिः, व्याप्यत्वासिद्धिः, व्याप्यत्वासिद्धिः साधन किं सोपाधिकहेतुः साध्यव्यापकत्वे सति साधन अव्यापकत्वम्, साध्यमस्ति पश्यतु भगिनि एम् फोर्, तर्हि प्रथमं साध्यस्य व्यापकत्वम् उपाधौ अस्ति वा इति चिन्तनीयं, तदर्थं किं किं चिन्तनीयम्, उपाधिदर्शनं साध्यव्यापकत्वे सति साधन अव्यापकत्वम्, उपाधि किमपि स्वीकरणीयं खलु, सत्यं, तर्हि तदर्थमेव अत्र साध्यव्यापकत्वे सति साधन अव्यापकत्वे अव्यापकत्वम् उपाधित्वम् इत्यस्य अर्थः कः इति चेत्, तस्य परिशीलनार्थं प्रथमं साध्यस्य व्यापकत्वं कुत्र अस्ति इति चिन्तनीयं, चिन्तयतु, अस्माकं प्रकृतसाध्यमस्ति धूमः साध्यस्य व्यापकः, यत्र धूमः तत्र इति वक्तव्यं, सत्यं, यत्र धूमः तत्र किमपि वक्तव्यम्, उपाधिः वक्तव्या, एतत् आर्द्र इन्धनसंयोगः वक्तुं शक्यते खलु, यत्र धूमः, सत्यं वदतु, यत्र धूमः तत्र आर्द्रयोगः, तत्र आर्द्र इन्धनसंयोगः, यथा यदा महानसम् काष्ठम् इति स्वीकुर्मः, अस्तु अग्रे, तर्हि अन्वयसहचारः जातः यत्र इदानीं यत्र धूमा यत्र धूमाभावः तत्र हेतुः तत्र उपाधिः, यत्र उपाधि अभावः तत्र हेतुः इति भगिनी अत्र लिखितमस्ति खलु, एम् फोर् कृपया पश्यतु, यत्र साध्यं तत्र उपाधिः, यत्र धूमः तत्र आर्द्रेन्द्रसंयोगः इति, तदनन्तरम् अग्रिमवाक्यं किं, यत्र उपाध्य अभावः तत्र साध्याभावः, यत्र उपाधि अभावः तत्र साध्याभावः, यत्र आर्द्र इन्धनसंयोग अभावः तत्र धूमाभावः, सत्यं, यथा यदा तप्तायपिण्डः, सत्यं, तर्हि व्यतिरेकसहचारः अपि जातः, अस्तु इदानीं व्यतिरेकव्यभिचारः परिशीलयतु, साध्याभावः हेतौ, यत्र भगिनि कुत्र पठति साध्य अभावः हेतौ इति कुत्र पठति इति अहं न पश्यति महोदय, तत् स्प्रेड्शीट् अहं स्वयमेव वदति एतत् सर्वं सोपाधिकहेतुः, यत्र उपाध्य अभावः तत्र साध्यम् इति वक्तव्यं, यत्र हेतुः इति किमर्थं वदति, यत्र उपाधि अभावः तत्र साध्यं, हा इति व्यतिरेकः विचारः खलु. हेतु अभावः इत्यनेन अहम् उपाधि एव चिन्तितवती, किन्तु हेतु अभावः तदेव वयम् अवगच्छामः. यत्र उपाधि अभावः तत्र हेतुः. इदानीं तत्र उपाधिः हेतुः नास्ति, साध्यं यत्र आर्द्र इन्धनसंयोग अभावः तत्र धूमः. आर्द्र इन्धनसंयोग अभावः तत्र धूमः इति तादृश अधिकरणं वक्तुं शक्यते वा? तादृश अधिकरणं नास्ति इति चिन्तयति. नास्ति खलु, तर्हि व्यतिरेकव्यभिचारः न जातः. अतः इदानीम् आर्द्रेन्द्रसंयोगः इति उपाधित्वेन स्वीकुर्मश्चेत् तत्र आर्द्रेन्द्रसंयोगः साध्यस्य व्यापकः अस्ति. अस्ति. इदानीं साधनस्य अव्यापकत्वं भवति वा इति चिन्तनीयम्. इदानीं तत् चिन्तयतु. तच्चिन्तनार्थम् अन्वयव्यभिचारः चिन्तनीयः. यत्र साधनं तत्र उपाध्याभावः इति भवति वा इति चिन्तनीयम्. इदानीं साधनं वह्निमत्त्वम् अस्ति खलु? सत्यं. साधनं तत्र उपाधि अभावः. यत्र वह्निमत्त्वं तत्र आर्द्र इन्धनसंयोग अभावः. यदा आयोगोलकम् ओर्ग्यास्टौ तत् अस्ति. तर्हि यत्र साधनं, यत्र साधनं, यत्र साधनं वह्निमत्त्वं तत्र आर्द्रसंयोग अभावः अस्ति. यथा तप्तायपिण्डः, तप्तायपिण्डः इति कृत्वा इदानीं साधनस्य अव्यापकत्वमपि निरूपितम् आद्येन्द्रसंयोगे. तर्हि अस्मिन् उदाहरणे इदानीं निगमनं करोतु. समीचीनम्. अस्मिन् उदाहरणे साध्यव्यापकत्वम् अपि च साधन अव्यापकत्वं द्वयमपि अस्ति आद्रेन्द्रसंयोगे. इत्युक्ते तर्हि वन्यमत्वे व्याप्यत्वासिद्धिः अस्ति इति अपि वक्तुं शक्यते खलु? तदेव मया उक्तम्. इत्युक्ते अत्र इदानीं किं परिशीलनं कुर्मः? आर्द्रेन्धनसंयोगे, आर्द्रेन्धनसंयोगे अत्र उपाधिः अस्ति आर्द्रेन्द्रसंयोगम् इति उपाधित्वेन स्वीकृत्य अस्मिन् उदाहरणे व्याप्यत्वासिद्धिः अपि निरूपयितुं शक्यते खलु? अस्तु, समीचीनम्. तर्हि अग्रे अनुपसंहारि. अनुपसंहारि अन्वयव्यतिरेकदृष्टान्तरहितः तद् नास्ति खलु? द्वयमपि उदाहरणमुक्तं तद्दृष्ट्वा एव वक्तुं शक्यते. तर्हि अत्र अनन्तरं विरुद्धः साध्य अभावव्याप्तः. साध्य अभावेन व्याप्तः पक्षः खेदुः. साध्य अभावेन व्याप्तः कः? खेदुः. वदतु, तत् परिशीलय. अस्माकं प्रकृतसाध्यमस्ति धूमः. धूमा अभावेन व्याप्तः वह्निमत्त्वं. तर्हि तद् निरूपणार्थं किं चिन्तनीयं, कथं चिन्तनीयं? तप्त अयपिण्डः, ते अयपिण्डे साध्य अभावः अस्ति परन्तु हेतुः अस्ति. साध्य अभावव्याप्तः. साध्यं वह्निः अस्तु खलु महोदय? अस्मिन् उदाहरणे साध्यं वह्निः वा? नास्ति, धूमः. भगिनी क्रमेण चिन्तयतु भगिनी, भगिनी भवती किं करोति मध्ये मध्ये इतस्ततः धावति कूर्दनं करोति, कृपया तद् मास्तु, क्रमेण चिन्तनीयम्। साध्यम् अस्ति वह्निमत्त्वं, वह्निमत्त्व अभावः इति वक्तव्यम्। हा वह्निमत्त्व अभावः इति किम् इदानीं व्यापकः वा व्याप्यः वा? वह्निमत्त्व अभावः इदानीं व्यापकः भवति। सत्यं, तर्हि व्याप्यः कः? धूमः। तर्हि इदानीं परिशीलयतु तयोः मध्ये व्याप्यव्यापकभावः अस्ति वा इति चिन्तनार्थम्, अन्वयसहचारः अस्ति वा, व्यतिरेकसहचारः अस्ति वा, व्यतिरेकविचारः नास्ति वा इति चिन्तनीयम्। यत्र धूमः तत्र वह्निमत्त्वाभावः, यथा आर्द्र इन्द्रसंयोगः तत्र वह्निमत्त्वाभावः अस्ति। आर्द्र इन्द्रसंयोगः इति पदार्थः किम्? तद् वेट् वुड् इति वक्तव्यं, काष्ठम् इति वदतु, काष्ठं, काष्ठं जल, तत्र वह्निः धूमः अस्ति, वह्नि अभावः अपि अस्ति, साध्य अभावः। वाक्यम् एकवारं वदतु भगिनि, इदानीम् अन्वयसहचारवाक्यम् एकवारं वदतु। यत्र धू वह्नि वह्निमत्त्व अभावः तत्र धूमः। इदानीं यत्र वह्निमत्त्व अभावः इति किमर्थम् उक्तवती? साध्य अभावः व्यापकः, धूमः एव साध्यं खलु। यत्र यत्र धूमः तत्र वह्निमत्त्व अभावः इति वक्तव्यं महोदय। साध्यमस्ति धूमः, हेतुः अस्ति वह्निमत्त्व अभावः। यत्र हेतुः साध्य अभावः एव अत्र व्यापकः, हेतुः नास्ति भगिनि। साध्यमिति साध्यं चेत् साध्य अभावः किं? धूमः साध्य अभावः खलु। ओ क्षम्यताम्, you are okay. completely confusing, you are not going in sequence and you are confusing okay. everybody. Okay, now I got my mistake. That is why I am saying please go kramena kriya gachatu sadhyam tu jadi padatu samaya jata sadhyam idi dhumaha sadhya bhavah dhuma bhavah dhuma bhavena vyaptah idi vaktavyam. So kim kim kim vyaptah धूमाभावेन वह्निमत्त्वं व्याप्तः इति वक्तव्यम्। हेतुः, हेतुः व्याप्तः, हेतुः खलु। आम् आं महोदय, तर्हि इदानीं वदतु यत्र वह्निमत्त्वं तत्र धूमाभावः। अब्बा रैट्, यथा वदतु। यदा वुड् काष्ट सन्ति, काष्ठः यत्र यत्र अयोगोलकः अयोगोलकः खलु, वन्य यत्र धूमाभावः, यत्र वन्यमत्त्वं अयपिण्डः। अस्तु अग्रे व्यतिरेकविचारः, व्यतिरेकसहचारः। यत्र यत्र धूमः तत्र वह्निमत्त्व अभावः। इत्युक्ते यत्र धूमाभावाभावः इति स्वीकृतवती, अतः यत्र धूमः तत्र वह्निमत्त्वाभावः अभावः, यथा धूमः अस्ति वह्निम अत्र वेट् वुड् काष्ठः, वेट् वुड् मध्ये धूमः अस्ति वा? अग्निसंयुक्तः चेदेव भवति, नास्ति किमपि नास्ति तत्र, तर्हि व्यतिरेकसहचारः न वक्तुं शक्यते खलु। नास्ति, अस्तु समयः जातः, अत्र स्थगयेम। सर्वेभ्यो नमस्कारः धन्यवादः।